नमस्कारः. पाणिनीयव्याकरणवर्गे आर्धधातुकप्रकरणे लृट् लकारः इति पाठः अनुवर्तते. तत्र वयं तत्र विशिष्टसूत्रैः पठितवन्तः खलु, तदेकवारं स्मरामः, अनन्तरम् अग्रे गच्छामः. विशिष्टविधिसूत्रैः अर्थविशेषे लृट् लकारः विधीयते इति दृष्टवन्तः. अभिज्ञावचने लृट् इति सूत्रं प्रथमम् आसीत्. स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लृट् लकारः भवति इति प्रथमं विशिष्टसूत्रम् आसीत्, येन अर्थविशेषे लृट् लकारः विधीयते. अभिज्ञावचने लृट् इति सूत्रम् एतत्तु स्मृतिबोधक उपपदे. तत्र एकम् उदाहरणम् आसीत् खलु, देवदत्तः भवतः मनसि स्यात् यत् वयं कश्मीरे वसामः स्म इति उदाहरण इति अर्थः. परन्तु लृट् लकारः प्रयोगः तु अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः, अतः तत्र स्मृतिबोधक उपपदे भूत अनद्यतनकाले धातोः लृट् लकारः भवति इति प्रथमं सूत्रम् आसीत्. अनन्तरं न यदि इति अग्रिमं सूत्रं, यत् शब्दयोगे स्मृतिबोधकपदस्य सामित्ये सत्यपि भूत अनद्यतन अर्थे लृट् लकारः न भवति. निषेधसूत्रम् अस्ति यदा यद् इति शब्दस्य प्रयोगः भवति. यथा पूर्वतन उदाहरणमेव, तत्र यद् इति पदम् अस्ति चेत् तत्र न भवति. अभिजानासि कृष्ण यद् वने अभुञ्ज्महि इति तत्र निषेधः अस्ति खलु, अतः तत्र लङ्लकारः विधीयते न तु लृट् लकारः इति तत्र उदाहरणम्. विभाषासाकाङ्क्षे इति तृतीयसूत्रं, स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लृट्कारः विकल्पेन भवति, यदि सत्यपि असत्यपि यथा सम्बन्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम्. अत्रापि स्मृतिबोधक उपपदमेव, परन्तु अत्र लृट् लकारः विकल्पेन भवति, यदि इति पदं सत्यपि असत्यपि, यदि इति न यत् शब्दस्य अस्ति चेदपि न अस्ति चेदपि. परन्तु तत्र इतोपि एकः विषयः, तत्र सम्बन्धक्रियाद्वयं भवेत्, एकस्याः आवश्यकता भवेत् अपरस्याः अर्थपूरणार्थम्. सो अत्र उदाहरणमस्ति, अभिजानासि देवदत्त कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः. अथवा तत्र विकल्पेन किं भवति, अभिजानासि देवदत्त कश्मीरान् अगच्छाम, तत्र सक्तून् अपि भाम इति तत्र लङ् प्रयोगः भवति. लृट् अथवा लङ् इति विभाषासाकाङ्क्षे तृतीयसूत्रं. चतुर्थम् अस्ति, आशंसायां भूतवच्च, भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन आशायाः विवक्षायां. तत्र भविष्यत्काले भूतवत् वर्तमानवच्च प्रत्यया वा स्युः आशंसायाम् इति सिद्धान्तकौमुद्याम्. अतः एतावता तत्र वयं लिट् लकारः इत्यस्य एव प्रयोगः, परन्तु भूतकाल भूत अनद्यतनकालधातोः स्मृतिबोधक उपपदे सति तत्र लृट्. इदानीम् अस्मिन् सूत्रे तु भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन, तत्र आशा इति विवक्षा अस्ति चेत्, तत्र उपाध्यायः चेद् अगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा, एते व्याकरणम् अद्यगीष्महि, अधीतवन्तः वा अधीमहि, अध्येषामहि इति चतुर्थं सूत्रम्. पञ्चम, क्षिप्रवचने लृट् इति सूत्रं. क्षिप्रशब्दस्य तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट् लकारः भवति, तत्रापि आशंसा एव, परन्तु क्षिप्र शब्दस्य अथवा तदर्थक उपपदे सति. सो तत्र उदाहरणं किम् आसीत्, उदाहरणं दत्तं वा न शब्दम् उदाहरणम् उपाध्यायः चेत् क्षिप्रम् आगमिष्यति, क्षिप्रं व्याकरणम् अध्येषामहि इति उदाहरणम्. षष्ट, किं वृते लृङ्लृतौ, किम् इति प्रश्नवाचके सति गर्हा इति अर्थः गम्यमानः चेत् धातोः लिङ् च लृट् च लकारौ भवतः, अतः अत्र लिङ् लृट् लकारद्वयं कदा किम् इति प्रश्नवाचके सति गर्हा इति अर्थः गम्यमानः चेत् तत्र लृङ् लृङ् लिङ् क्षम्यतां लिङ् अथवा लृट् लकारः। अस्तु, अत्र उदाहरणं कुत्र अस्ति? सः कतर कथमो वा हरिं निन्दे निन्दिष्यति वा? आम्, सम्यक् एव खलु, तदेव कुत्र अस्ति? को हरिं निन्देत्, कतरो हरिं निन्देत्, कथमो हरिं निन्देत्, को हरिं निन्दिष्यति, कतरो निन्दिश हरिं निन्दिष्यति, कथमो हरिं निन्दिष्यति इति तत्र लिङ् अपि भवति लृट् अपि भवति इति तत्र किं वृत्ते लिङ् ऋतौ। अनन्तरं तत्र अनवक्लुप्त्यमर्षयोः किं वृत्ते अपि इति अग्रिमं सूत्रम्। असम्भावना च अक्षमा चेत् अनयोः अर्थे किं वृत्ते उपपदे सत्यपि असत्यपि धातोः कालसामान्ये सर्वलकार उपपदे लिङ् च लृच् च लकारौ भवतः इति। तत्र गर्हायाम् इति निवृत्तम्, अतः अनवक्लुप्तिः असम्भावना, अमर्षः इति अक्षमा इति तत्र तत्रापि उदाहरणं कुत्र अस्ति? भवान् हरिं निन्देत् निन्दिष्यति वा? दर्शनस्य अर्थः एवं यत् भवान् हरिं न सम्भावयामि नमर्षे वा भवान् हरिनिन्देत् निन्दिष्यति वा इति। आम् खलु, तदेव तद् सत्यं, न सम्भावयामि भवान् हरिं निन्देत्, अनन्तरं न मर्षये भवान् हरिं निन्देत्, तदा तत्र किं वृत्ते उपपदे सति द्वादशवाक्यानि यदा उक्तं न सम्भवामि को हरिं निन्देत् इति, तदेव। अनन्तरं किं किलास्य अर्थेषु लृट् असम्भावना अक्षमा अत्र अपि अस्ति चेत् अनयोः अर्थः गम्यमानः चेत् किं किला च अस्ति चेत् अनयोः उपपदे धातोः लृट् लकारः भवति। सो किं किला इत्युक्ते क्रोधद्योतक उपपदम्। तत्र कुत्र अस्ति उदाहरणं? न श्रद्धे नमर्षये वा किं किला त्वं शूद्रान्नं भोक्ष्यसे इति उदाहरणं। न श्रद्धे किं किला त्वं शूद्रान्नं भोक्ष्यसे, अहं विश्वासं न करोमि सम्भावना आम् न पश्यामि तथा आशां न करोमि यत् त्वं शूद्रस्य अन्नं खादसि, अहं सहनं न करोमि यत् त्वं शूद्रस्य अन्नं खादसि मर्षये इति उदाहरणम् आसीत्। अस्ति अर्थक उपपदे न सम्भावयामि अस्ति भवान् मां त्यक्ष्यति, न सम्भाव्यमै भवति भवान् मां त्यक्ष्यति इति तत्र अस्ति अर्थे, अस्ति भवति विद्यते इत्यस्मिन् अर्थे। शेषे ऋडयदौ, तत्र शेषे नाम यत्र यच्च यत्र न स्तः, यदि भिन्न अव्यय उपपदे सति चित्रीकरणार्थः गम्यमानः चेत् धातोः लृट् लकारः भवति। शेषे इत्यनेन यच्च यत्र अभ्यां भिन्नम्, अयधौ इत्यनेन यदि भिन्नं, तादृशम् अव्ययम्। शेषे अयदौ चित्रीकरणे धातोः लृट् प्रत्ययः परश्च। तत्र उदाहरणं कुत्र? मूकः यदि अध्येतुम् आरभेत तर्हि एषा आश्चर्यजनिका वार्ता स्यात् इति वाक्यार्थः। परन्तु वाक्यं कुत्र अस्ति? आश्चर्यम् अन्धो नाम कृष्णं द्रक्ष्यति इति उदाहरणमस्ति। आश्चर्यं यदि मूको अधीत इति उदाहरणद्वयं दत्तमस्ति। बधिरः नाम व्याकरणम् अध्येष्यते इति खलु, आश्चर्यं चित्रम् अद्भुतम् अन्धो नाम पर्वतम् आरोक्ष्यते। आम्, तदेव सत्यम्। अतः अनेन तद् विशिष्टसूत्राणि समाप्तानि। अनन्तरं पच्च उपाङ्गकार्यं तु वयं पूर्वमपि बहुवारं दृष्टवन्तः खलु, चक्षिङ्ह क्या आदेश उपदेशे इति, तत्र अतिदेशः इत्यस्मात् आरभ्य पठनीयम्। इडागमचिन्तनम्, इडागमे तु तत्र पञ्चसूत्राणि आसीत्, ऋद्धनोः स्ये सेचि कृतछ्रुतछ्रुध त्रिधनृतः इति द्वितीयं, कृत् छ्रुत् छ्रुद् नृत्रुद् नृत् पञ्चभ्यः धातुभ्यः सिच् भिन्न सकारादिप्रत्ययस्य विकल्पेन इडागमः भवति। अतः सिच् भिन्नः एव खलु लृट्, अतः तत्र इडागमः विकल्पेन भवति। अनन्तरं सेसिचि सेसिचि कृतछ्रुत छ्रुध त्रुध नृतः, तदेव उक्तवती खलु इदानीम्। आं सत्यं। तृतीयं गमेरिति परस्मैपदेषु इति तृतीयं सूत्रम्। अनन्तरं वृद्भ्यः स्यसनोः, स्यसन् प्रत्ययोः परयोः वृत् आदिभ्यः पञ्चभ्यः धातुभ्यः विकल्पेन परस्मैपदं भवति इति वदति सूत्रम्। न वृद्भ्यश्चतुर्भ्यः, वृत् वृद् श्रुद् स्यन्द् इत्येभ्यः चतुर्भ्यः धातुभ्यः सकारादि अर्धधातुकप्रत्ययस्य इडागमः न भवति परस्मैपदे इति अग्रिमं सूत्रम्। तासि च तिपः इति पञ्चम, इत्यनेन कृब्धातोः परस्य परस्मैपदीसंज्ञकः ताच्च प्रति परस्मैपदीसंज्ञकः सकारादि आर्धधातुकप्रत्ययः च अनयोः इडागमः न भवति। इडागमः निषेधसूत्रम्, अकल्प्यत् इत्येव रूपम्। सो अतिदेशः अद्य पठनीय। महोदय भवान् आरम्भं करोति वा? चतुर्थः बिन्दु खलु च अतिदेशः। अतिदेशः अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा तस्मात् भिन्नः भवति, अनेन नूतनलक्ष्मणम् अनेन नूतनलक्षणम् अध्यारोप्यते। अष्टाध्यायं प्रथमाध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि, विरलतया अन्यत्रापि प्राप्यन्ते। एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः, तत्र नित्वं कित्वम् अकित्वं च, तत्र प्रथमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रात् आरभ्य तत्र षड्विंशति सूत्रपर्यन्तं यावत् अत्येषप्रकरणं 1-2, 1-2, 1-2, 26 तस्मिंश्च प्रथमचत्वारि सूत्राणि सामान्यानि, पञ्चमसूत्रादारभ्य विशिष्टसूत्राणि इमानि च सर्वाणि आर्धातुकप्रक्रियायाम् एव। अतिदेशसूत्रमस्ति तत्र प्रथमाध्याये द्वितीयपादे तत्र षड्विंशतिसूत्रपर्यन्तम् अस्ति, तथा अतिदेश इत्युक्ते तत्र नित्वं गुणत्रयस्य अध्यारोपणं भवति, नित्वं कित्वम् अकित्वं च, यत्र एतेषां गुणः नास्ति तादृश तत्र गुणः तत्र आरोपितं भवति इति अस्ति। तत्र चत्वारि सूत्राणि सामान्यानि, अन्ये तत्र विशिष्टसूत्राणि। सार्धातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रम् अस्माभिः दृष्टं, सार्धातुकम् अपित् इति 1-2-4 इदञ्च सामान्यम् अतिदेशसूत्रम्। अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्राणि आर्धातुकप्रक्रियायां भवन्ति। अत्र चत्वारि सूत्राणि सामान्यानि इति उक्तम्, अत्र एकः एव तत् सार्धातुकम् अपित् इति अस्ति, अन्यत् आर्धातुकप्रक्रियासम्बन्धि अस्ति। लुट्लकारपर्यन्तम् अतिदेशसूत्रचिन्तनम् अधिकं नापेक्षितमासीत्, यतोहि सार्धातुकप्रक्रियायां केवलं सार्धातुकम् अपित्, तदा आर्धातुकप्रक्रियायां यत्र इडागमः न भवति प्रेरणाते णिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङन्ताः यङ्लुङन्ताः च इत्येते सर्वे अनिडादयः, येषु स्थलेषु अतिदेशसूत्राणि न प्रसक्तानि। लुट्लकारे अतिचिन्तनम् अधिकम् अपेक्षितम् आसीत्, अत्रापि लुट्लकारे तथैव भवति उभयत्र, किन्तु केवलं सामान्यम् अतिदेशचिन्तनम् दातुम् अधिकृत्य विशिष्टचिन्तनं नापेक्षितम्। अस्तु, अत्र सामान्य अतिदेशचिन्तनम् अस्ति, दातुम् अधिकृत्य विशिष्टचिन्तनं नापेक्षितम् इति अस्ति। अस्तु, यथोक्तम् अर्धाचकप्रक्रियां त्रीणि सामान्य अतिदेशसूत्राणि सन्ति। सामान्य अर्धातक प्रक्रिया, सामान्यसूत्राणि, गाङ्कुटादिभ्यः यदि नित् इति, तत्र कुटादिगणे सन्ति तेषां तत्र आर्धात्वके आर्धात्वकप्रक्रियां तत्र णित्वत् भवति इति, तत्र यत् णित् णित् भिन्न तत्र णित्वत् भवति, अस्ति गुणः न भवति। विज इति इति तत्र विभाषेर्णोः इति त्रीणि सूत्राणि सन्ति इति अस्ति। अतः अस्माभिः दृष्टमासीत् गाङ्कुटादिभ्यो नित् नित् इति तत्र लुट्लकार आरभ्य सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति। लुटि लुटि च येषां त्रयाणां कार्यं भवति, यथोक्तं च उभयत्र विशिष्ट अतिदेशसूत्राणि न अपेक्षितानि। अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य, यत्र यत्र आर्धात्मकप्रत्ययः वर्तते तत्र सर्वत्र येषां त्रयाणां प्रत्ययः भवति, अतः सामान्यसूत्रमित्युक्तौ प्रत्ययम् अवलम्ब्य न तु दातुम् अवलम्ब्य। अस्तु, तत्र प्रत्ययम् अवल आर्धातिकप्रत्ययम् अवलम्ब्य एव तत्र तत्र अतिदेशसूत्रमस्ति, तद् दातुम् अवलम्ब्य नास्ति, दात् इति अस्ति तत्र। यथा गाङ्कुटादिभ्यो नित् नित् नित् इति, इङ् धातुः स्थाने यः गाङ् धातुः, तस्माच्च कुटादिभ्य कुटादिगणीयेभ्यः धातुभ्यः नित् नित् भिन्नप्रत्ययः नित्वत् भवति। कुटादिगणे पञ्चत्रिंशत् धातवः सन्ति, सर्वे धातवः तुदादिगणे सन्ति। कुट आदिः येषां ते कुटादयः बहुव्रीः, गाङ् च कुटादयश्च ते गाङ् कुटादयः तेभ्यः कुटादिभ्यः। तत्र ण्यकार णकार च तयोः इतरेतरद्वन्द्वः, ण्यौ ण्यौ इतौ यस्य स अन्यत् बहुव्रीहि, नन्यित् अनित् द्वन्द्वगर्भ बहुव्रीहि, स्वयं सूत्रं स्वयं सम्पूर्णं। गाङ्कुटादिभ्यः अनित् नित् इति अस्ति अत्र। गाङ्कुटादिभ्यः यत् नित् नित् अथवा अन्यत् भिन्नः नित्वत् भवति इति पञ्चत्रिंशत् धातूनां कृते अस्ति, अस्माभिः दृष्टमासीत्। लुटि लुटि स्यप्रत्ययः णित् णित् भिन्नः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः हिदतिङ्प्रत्ययाः सर्वे णित्वद्भवन्ति, ततः सर्वत्र निति च इति सूत्रेण गुणनिषेधः भवति। तदेव गाङ्कुटादिभ्यो णित् णित् इति इत्यस्य प्रयोजनं गुणनिषेधः। अत्र प्रश्नः उदेति, किमर्थम् उच्यते यद् गाङ्कुटादिभ्यो निन्नित् केवलम् आर्धात्मकप्रक्रियायां, किमर्थं सार्वत्रिकप्रक्रियाम् अस्य कार्यं न स्यात् अस्माभिः दृष्टम्। अस्तु, अस्य उत्तरमिदं यत् कुटादिगणः तुदादिगणीयः अस्ति, अतः नाम सर्वे कुटादिगणीयः दातव तुदादिगणे एव, तुदादिगणे विकरणप्रत्ययः श इति अस्ति यत् अपित् अस्ति, सर्वतुदादिगणे दातव गुणनिषेधः, अतः तत्र यद्यपि अस्ति परन्तु तत्र गुणनिषेध अत्र नित्व नित् नित् इत्यस्य कार्यं नित्वत् इति अतिदेशस्य कार्यमस्ति गुणनिषेधः, तद् श इत्यनेनैव गुणनिषेधः सार्ध अपि इत्यनेन गुणनिषेधः भवति एव। गाङ्कुटादिभ्यो निति इति सूत्रस्य कार्यं तु गुणनिषेधः एव, यः सार्धात्मकप्रक्रियायां सुधादिगणे सार्धात्मकम् अपि इत्यनेन साधितः, अतः सार्धात्मकप्रक्रियायां सुधादिगणे गाङ्कुटादिभ्यो निति इति सूत्रं निष्प्रयोजनम्। अपि च यथा अग्रे उच्यते, गाङ् धातुः सार्धात्मकप्रक्रियां न भवति, यतोहि अयं गाङ् इङ् धातोः स्थाने एव भवति, स च धात्वादेशः गाङ्गादेश लिटि लुङि लृङ्गिः नाम केवलम् आर्धात्मकप्रक्रियायाम्। अस्तु, तत्र गाङ्कुटादिभ्य इत्यनेन तत्र कुटादिगणे गणीयानाम् एव तत्र अस्माकम् इदानीं प्रसङ्गः अस्ति। गाङ् इत्यस्य इङ् धातोः स्थाने गाङ्गादेशः भवति, तत्र एव तत्र णित्वत् भवति, परन्तु तत्र लिटि लुङि लृङ्गि लृङ् तत्र एव सूत्रेण लट्लकारे अत्र नास्ति। इङ् धातोः तत्र इङ् इति ई खलु एति खलु एति खलु एति इतः यन्ति एति इतः यन्ति इङ् अदि अदि अदि अदि अदि धातु अदि अदिते एव अस्तु इङ् धातु खलु इङ् इति न तु गतौ इति अस्तु अध्ययने इङ् अध्ययने इण् गतौ इङ् अध्ययने अदीते अदीते इति सो इङ् धातोः आर्धधातुकप्रक्रियायाम् इति उक्तं खलु परन्तु लिङ्ग् न न लिटि लिटि लुङ्गि लृङ्गि एव गाङ्गादेशः भवति इति परन्तु अत्र तु अधि गाङ्ग्लिटि सत्यं गाङ्ग्लिटि खलु गाङ्ग्लिटि तत्र गाङ्गादेशे यत्र भवति तत्र एव नित्वत् भवति इति अस्ति परन्तु तत्र इदानीम् अत्र गाङ्गादेशः अत्र न भवति लृटि लकारे तु गाङ्गादेशः न भवति अपि अदि तत्र तर्हि नित्वत् न भवति अधि अधि खलु अध्येष्यते एव अधि योग लिटि लिटि लुटि खलु लुङ्गि लृङ्गि लृङ्ग् लकारे लुङ् लकारे लिट् लकारे गाङ्गादेश यत्र गाङ्गादेश भवति लुङ्गि लिङ्गि लुङ्ग् लुङ्ग् अध्यगीष्ट एतत् तु वयं दृष्टवन्तः खलु कुत्रापि मया दृष्टम् अध्यगीष्ट लृङ्लकारे किं भवति तत्र लिङ्लकारे लृङ्लकारे अध्यगीष्यत अध्यगीष्यत अध्यगीष्यत अध्ययिष्यत किमर्थं एकमेव प्रक्रिया अत्र गुणा न भवति खलु तत्र न भवति अधि आ गी गुमास्त गापा जहाति सां हलि इत्यनेन गा इत्यस्य स्थाने घी विभाषा लुङ् लृङ्गोः इति गाङ्ग् आदेशः प्रथमं तदेव खलु अधि ई स्थाने गाङ्ग् विभाषा अतः इदानीं स्यतासि लृलुटोः इत्यनेन स्या आगतं लृङ् लकारः अनन्तरं तत्र अडागमः लुङ् लङ् लुङ्षु अनन्तरम् अधि आ इति इको यणचि आदेशप्रत्यय अधि आ अस्ति अतः अडागमीष्यत इति अत्र एव गाङ्ग् आदेशः परन्तु तद् विभाषा लुङ् लृङ्गोः लुङ् अपि अतः एव तत्रापि अस्ति तत्रापि अस्ति लिट् लकारे नास्ति लिट् कुत्र कुत्र उक्तं लिट् लुङ् लृङ् लिट् लृङ् लुङ् लुङ् अस्तु लुङ्गि अस्तु त्रयः निति चेति वयं जानीमः निति चेति तेन गुणनिषेधः भवति प्रेरणाते निच् कर्मणि भावे यक् प्रश्नेपदे आशीर्लिङ्ग् यगन्ताः यङ् लुगन्ताः च इत्येते आदिषु अनिडादिषु गाङ्कुटादिभ्यो नेत् नित् इत्यस्य कार्यं किमर्थं न जातं निच् इति खलु अणित् इति उक्तं कर्मणि यक् इति अस्ति अत्र कित् अस्ति अतः तत्र न भवति इति अस्ति निच् सूत्रस्य प्रसक्तिर्नास्ति अपरेषु तलेषु कित्वात् नित्वाच्च गुणनिषेधात् गाङ्कुटादिभ्यो नित् इत्यस्य किमपि फलं नास्ति यक् कित् अस्ति प्रश्नविधे आशीर्लिङ्गि किदाति इत्यनेन कित्त्वं भवति अतः तत्रापि इत्यनेन आशिषि लिङ्ग् यासुट् कित् यङ् च नित् इति यङ् इति नित् अस्ति आश् किदाशिषि इत्यनेन यास् कित्वत् भवति यासुट् कित् भवति प्रश्नः गाङ्कुटादिभ्यो ङित् णित् इत्यस्य कार्यं किमर्थं प्रेरणार्थे निच् कर्मणि भावेय प्रस्मैपदि आशीर्लिङ्ग यङन्त यङ्लुगन्तेषु नास्ति अनिडादिषु किमर्थं नास्ति ओ अस्तु तथापि तत्र प्रसक्तिः अस्ति, परन्तु कार्यं न निष्प्रयोजनमस्ति तत्र. क्षम्यतां, निच् इत्यस्य प्रसक्तिः नास्ति. निच् इति कृत्वा यक् इति कित् आल्रेडि अस्ति इति कृत्वा तत्र गुणनिषेधः भवति. यङ् इति अत्र नित् अस्ति, तत्रापि गुणनिषेधः अस्ति. अपि च तत्र कुत्र आशीर्लिङ्गि आसुट् अस्ति, परन्तु तत्र कित् नास्ति. तथापि किद् आशी इत्यनेन 3-4-1-0-4 तत्र एतत् सूत्रं किम् अस्ति अत्र पश्यामि. 3-4-1-1-1-2-1 इति अस्ति, एतत् 1-2-1 खलु. तस्यैव प्रसक्ति भवति. सूत्रं संख्या महोदय 3-4-1-0-4 परसूत्रमस्ति प्रायः ध्यानेनैव भवति इति. कित् भवति आशीर्लिङ्ग् लकारस्य प्रत्ययानां परस्मैपदेषु यासु टाकमः भवति, स च उदात्तः कित् भवति. सूत्रमेव वदति खलु, अतः कित्वत् कित्वात् तत्रापि तस्य गाङ्कुटादिप्यो इत्यस्य प्रयोजनं नास्ति. ओके, यासु कित् सम्यक्. एतदेव महोदय, एतत् परिच्छेदमपि समापयतु. विज इट् इति विज इट् इति तद् तदेव तदेव वा आसीत् नित् गित् अहं सत्यं पठामि. कित् नित् गित् च एतादृश प्रत्ययेषु पदेषु इगन्तस्य ईकन्तस्य धातूनाम् ईक्वर्णस्य सार्धातुकार्धातुक इत्यनेन हलन्तधातूनां च उपधायां स्थितस्य लघु इक्वर्णस्य कुगन्तलघुबद्धस्य इत्यनेन गुणः न भवति. अतः एभ्यः पञ्चत्रिंशद्भ्यः कुटादिभ्यः धातुभ्यः गुणकार्यं न भवति. येषां कुटादीनां धातूनां लिट्लकाररूपाणि साधयिष्यामः अग्रे गत्वा प्रत्येकस्मिन् धातुसमूहे. तत्र पञ्चत्रिंशत् धातूनाम् एव तत्र गुणनिषेधः अस्ति. यद्यपि स्य इति आर्धातुकप्रत्यय गुण गुण गुणकर्तुं शक्यते, परन्तु कुटादिगणेयः अस्ति चेत् तत्र गुणनिषेधः भवति. समीचीनं, धन्यवादः. अरुणा भगिनि. आं भगिनि, विज् इट् विज इट् युदादिगणेय विज् धातुतः ओ विजि भयचलनयोः इत्यस्मात् सर्वे विधीयमानाः इडादिप्रत्ययाः यद्वद्भवति. उद्विजितुम् उद्विजितव्यम् इति किम् उद्वेजनम् उद्वेजनीयम्. विजः पञ्चम्यन्तम् इत् प्रथमान्तं द्विपदमिदं सूत्रं गाङ्कुटादिभ्यो निट् इत्यस्मात् निट् इत्यस्य अनुवृत्तिः अनुवृत्तिहितसूत्रं विजः इट् निट्. अत्र सूत्रमस्ति विज इट् सूत्रं तुदादिगणे विज् धातु रूपमस्ति उपदेशसमये औ विजि उक्तमस्ति भयचलनयोः धातुतः विधीयमानः इदादि प्रत्ययः निद्वत् भवति, अतः गुणनिषेधः भवति विजः इति सूत्रेण. उदाहरणमस्ति उद्विजिता उद्विजितुम् उद्विजितव्यम् किं भगिनि इति किम् अत्र इति इत्युक्ते तत्र उक्तं खलु सूत्रे विज इट् नित् इति किम् ओके इति उदाहरणं विज् धातु दत्तं विज् योग इट् योगस्यति पुगन्तलघुपदस्य चेतनेन गुणनिषेधः प्रसक्तः. प्रत्ययः सेत् अतः नित्वं निद्वतः तस्मात् किनिति छायसूत्रेण गुणनिषेधः भूत्वा विजयिष्यति इति रूपं भवति. तत्रापि इट् इति विधीयते, सर्वे विधीयमानः इडादिप्रत्ययः ङित्वत् तत्र यद्यपि तत्र इट् विधीयते तदापि तत्र गुणनिषेधः भवति ङित्वात्. तत्र इडादि प्रत्यये इड अनुकूलप्रत्यये एव ङित्वत् भवति, इड अनुकूल नास्ति यथा तत्र उद्वेजनम् अनियप्रत्यय अस्ति, अनियप्रत्यय अस्ति, इड् नास्ति, इड् अनिट् अस्ति, अनिट् प्रत्यय अस्ति तत्र भवति भवति अतः विजय इट् इत्यस्य एव इट् अनुकूलप्रत्ययस्य एव ङित्वत् भवति. सत्यम्, सम्यक्. विज् इट् स्यति अनन्तरं पुगन्तलघुपदस्य इत्यनेन गुणादेशः प्रसक्तः, परन्तु ङित्वात् तस्य गुणनिषेधः. विजिष्यति इति केवलम् इट् योजनेन भवति, न तु विजिष्यति अथवा किमपि न वेज् वेजिष्यति इति न भवति, न भवति. आं भगिनि, विभाषा विभाषोर्नः नोः विभाषोर् विभाषोः रोः नोः ऊर्णु धातुतः विधीयमानः इडादिप्रत्ययः विकल्पेन यद्वद्भवति. विभाषा प्रथमान्तम् ऊर्णो पञ्चम्यन्तं द्विपदविधं सूत्रं विज्ज इट् इत्यस्मात् इट् इत्यस्य अनुवृत्तिः गाङ्कुटादिभ्यो नित् इत्यस्य निवृत्तिः अनुवृत्तिसहितसूत्रम् ऊर्णोः इट् नित् विभाषा असूत्रविभाषोर्णोः सूत्रं वदति ऊर्णु धातुतः विशिष्टधातु अत्र ऊर्णुधातुतः इदादिप्रत्ययविधीयमान अस्ति चेत् विकल्पेन निद्वद् भवति. अतः उदाहरणमस्ति ऊर्णु योग इष्यति, इष्यति विकल्पेन निद्वत् अतः किमिति चायतेन गुणनिषेधः भवति. ऊर्णु योग इष्यति अचि अचिष्णुधातुर्भ्रुवां युवोर्यङौ इत्यनेन उकारान्तधातुः अपि अङ्गस्य उकारस्य स्थाने उवङ्गादेशः भवति अजादिप्रत्यये परे. ऊर्णु इष्यति ऊर्णुविष्यति अन्य अपेक्षा न भवति, गुणप्रसक्तः अस्ति. ऊर्णु यो इष्यति सार्वधातुक आद्यधातुको इत्यनेन गुणभूत ऊर्णु इष्यति यचो यवयवः इति ऊर्णविष्यति विभाषा इति सूत्रे दत्तम्. अतः रूपद्वयं भवति, एकरूपमस्ति इत् प्रत्यय निद्वत् भवति इति विकल्पेन भवति, अतः रूपद्वयम् अस्ति. अत्र इत् धातु ऊर्णुः योगः इत् प्रत्ययः अस्ति चेत् प्रत्ययः किञ्चिति च इत्यनेन गुणनिषेधः भूत्वा रूपं केवलम् ऊर्णु युग इष्यति. अत्र अचिष्टधातुः कार्यं करोति, अचिष्टधातुर्यु ब्रुवां युवां यङौ इत्यनेन ऊर्णु इष्यति इति रूपं भवति. इड् इट् निद्वत् न भवति न भवति चेत् गुणप्रकारं भवति. प्रथमम् ऊर्णु युग इष्यति ऊर्णो इष्यति यचो यावयवेन ऊर्णविष्यति इति रूपं लभ्यते. सत्यं, सम्यक्. एतत्तु विज इट् विभाषोर्णोः. भगिनी अग्रिम पङ्क्ति अपि पठतु भगिनि. विजय विज इट् विभाषोर्णोः इति द्वे सूत्रे सार्वधातुकप्रक्रियां किमर्थं न भवति, द्वे अपि सूत्रे इदागमम् अवलम्ब्य कार्यं कुरुतः स च इदागमः सार्वधातुकप्रक्रियाणां न भवति एव. अत्र प्रश्नः उदेति विज् इट् विभाषोर्नोः इति किमर्थं सार्वजातप्रज्ञानं न कार्यं करोति इति चेत् इडागम सार्वजातिकप्रज्ञानम् इडागम प्रसक्तिः नास्ति अतः विज् इट् विभाषोर्नोः इति सूत्रं दौ द्वे सूत्रे अपि प्रसक्तिः न भवति सार्वजातिकप्रक्रियाया. समीचीनं, तदेव उक्तं खलु, अत्र तु न भवति. सम्यक्, तद् समापयतु भगिनि. इति लृट्लकारः अतिदेशकार्याणि समाप्तानि. इति लुट्लकारस्य अतिदेशकार्याणि समाप्तानि. त्रीणि अपि सूत्राणि सामान्यानि. अग्रे गत्वा अपि अवधातुकप्रक्रियां सर्वत्र येषां प्राप्तिर्भवति. तत्तु सत्यं खलु, गतपाठे अपि वयं दृष्टवन्तः. विजयीट् विभाषार्णोः गाङ्कुटादिभ्यों सम्यक्. समीचीनं, धन्यवादः भगिनि. तदेव आसीत् तत्र. उषा भगिनी अग्रे. तर्हि एतावता अस्माभिः दृष्टम्. अस्तु भगिनि, नमस्कारः भगिनि. तर्हि एतावता अस्माभिः दृष्टं यत् एकवारं यदा तिङ्प्रत्ययाः सिद्धाः तदा धातुप्रत्ययोः मध्ये सामान्य अङ्ककार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि. धात्वादेशः प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया. प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया. इडागमः इडागमः चिन्तने धातोः इडागमदृष्ट्या मूलस्वभावः कः, अपि च विद्यमानप्रत्ययस्य अत्र स्य प्रत्ययस्य अपि च विद्यमानप्रत्ययस्य प्रभावेन अनिट् धातुः सेट् सेट् तु न जायमानः, अथवा प्रत्ययस्य प्रभावेन सेट् धातुः तु वेट् वा जायमानः इति द्रष्टव्यम्. ओके, अतिदेशः केनचित् अतिदेशसूत्रेण प्रत्ययः ङित्वत् अथवा कित्वत् इति भवति वा? अस्तु, एनिवे लेक् अतिदेशः वयं दृष्टवन्तः खलु, ओन्ली फर् गाङ्कुटादिभ्युतादिगणे धातोः एव अत्र प्रसक्तं भवति. ओके, ओके, धात्वादेशः इडागमचिन्तनं. धात्वादेशः धातोः स्थाने अन्ये दातवः सन्ति वा इति इडागमचिन्तनं. प्रत्ययः विद्यमानप्रत्ययस्य अनिट् धातुः सेट् इति भवितुम् अर्हति अथवा सेट् धातुः वेट् इति भवितुम् अर्हति वा इति चिन्तनीयम्. अपि च अतिदेश सामान्य किमर्थम् अत्र प्रसङ्गवशात् इति उक्तं? प्रसङ्गवशात् एव परिवर्तनं भवति खलु. न परिवर्तनीया प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया इति प्रश्नः अपि. धातु आदेशः सर्वदा प्रसङ्गवशात् एव भवति खलु. जनरलि फार् आर्धधातुक अपि च लुङ्ग् खलु. तत्र धातु आदेशः भ्रुवो वचि इत्युक्ते तत्र प्रसङ्गवशात् एव भवति खलु. प्रसङ्गः नास्ति चेत् किमर्थं भ्रुवो वचि वयं कुर्मः? किमुक्तं तत्र भ्रुवो वचि 2-4 भगिनि. सो आर्धधादिके अधिकारे अपि च लिटि अपि च लुङ्गि. सो लिटि लुङ्गि अर्धधातुकविषये इति उक्तम्. आर्धधातुकविवक्षायाम् अस्तेर्भूः अस्थाने भू आदेशः चक्षिङ्ह क्याय् सर्वं प्रसङ्गवशात् एव. आकृति धातु आदेशः किम् सेण्टेन्स् कन्स्ट्रक्षन् इति नाट् फर् आल् द आर्धधातुक बट् ओन्ली फर् प्रसङ्गवशात् तदेव सत्यं खलु तदेव खलु प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया इत्युक्ते किम् परिवर्तनं न कर्तव्यं वा इति भवति एव खलु समथिङ्ग् इस् मिस्सिङ्ग् आर् ऐ एम् मिस्सिङ्ग् सम् पायिण्ट् प्रसङ्गवशात् धातोः आकृतिः इत्युक्ते रूपं तु न परिवर्तनीया किमर्थं न परिवर्तनीया परिवर्तनीया एव खलु परन्तु परिवर्तनं करणीयमेव खलु महोदय तत्र प्रसङ्गवशात् स्थाने नास्ति खलु भगिनि ओ तादृशं वदति वा केवलं ऋट् विषये वा ऋट् विषये यतोहि धातोः लुङ्गि लटि नाट् लटि सामान्य अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि त्रीणि कार्याणि समीचीनं दात्वा देशः प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया किमर्थम् अर्थः कः तस्य दात्वादेशः भवति वा इति प्रश्नः तस्य तावदेव खलु द्रष्टव्यानि न किमर्थं तत्र कोऽपि विशेषार्थः न चिन्तयति अत्र धात्वादेशः अस्ति वा चिन्तनीयं भवति तावदेव खलु धात्वादेशः भवति वा न वा इति द्रष्टव्यं तावदेव खलु किमर्थं न कृते कोऽपि विशेषसूत्रमस्ति वा इति तद् द्रष्टव्यमेव खलु प्रसङ्गवशात् तत्र हस्ते भू खलु हस्तेः अस् धातोः भू इति परिवर्तनीया खलु प्रसङ्गवशात् धातुः आकृतिः परिवर्तनीया एव खलु न परिवर्तनीया न परिवर्तनीया इति न खलु भविष्यति इति एव रूपं न न तादृश आमां परिवर्तनी धात्वादेशः अस्ति चेत् परिवर्तनीया एव खलु एव खलु तदेव अतः एव मम चित्रं किमर्थं न इति उक्तं तव प्रसङ्गवशात् धातोः आकृतिः अस्ति वा इति प्रश्नः धात्वादेश अस्ति वा इति इत्युक्ते तद् सम्यक् तद् परिवर्तनीयः धातु आदेशः अस्ति वा न वा इति द्रष्टव्यं तद् सम्यक् अस्ति चेत् परिवर्तनीयं भवति अस्ति अस्थाने भू एव परिवर्तनीयम् एव खलु किमर्थं न किमपि नूतन अर्थः नास्ति अधिकार्थः नास्ति अधिकार्थः नास्ति अस्तु तदेव वयम् अवगच्छामः धातु आदेशः इडागमः अतिदेशः यथा पूर्वम् एतत् सर्वं द्रष्टव्यमेव तावदेव करणीयं चेत् करणीयमेव आं भगिनि अग्रे अस्तु सामान्यम् अङ्गकार्यं केनचित् अतिदेशसूत्रेण स्य प्रत्ययः ङित्वत् नास्ति चेत् इगन्तधातूनां च लघु उपधातूनां च इकः गुणादेशः भवति ङित्वत् भवति चेत् गुणादेशः भवति इगन्तधातवः सार्वधातुक आर्धधातुकयोः इत्यनेन धात्वन्तस्य इक् वर्गस्य इक् वर्णस्य गुणः भवति कित् ङित् गित् ङित् णित् भिन्नसार्वधातुको सार्वधातुको वा आर्धधातुको वा प्रत्ययः परः अस्ति चेत् अस्तु नियोगः लृट् नियो सो इगन्तधातवः नियोगः स्ययोगः तिप् नियोगः स्यति सार्वधातुक आर्धधातुकयोः नेष्यति अग्रे गत्वा सर्वत्र सिद्धतिङ् प्रत्ययः प्रदर्श्यते हू योगः स्यति सार्वधातुक आर्धधातुकयोः गुणः भवति होष्यति कृयोगः स्यति गुणः भवति फर् भवति करिष्यति अस्तु तृयोगः स्यति गुणः भवति तर् करिष्यति इगन्तधातुः सेट् अस्ति चेत् इगन्तधातुः इगन्तधातुः सेट् अस्ति चेत् गुणकार्यस्य प्राप्तस्य एकारस्य च ओकारस्य च क्रमेण ऐ च आव् च आदेशः भवति यान्तावान्तसन्धिं कृत्वा. अस्तु, शीयोगः ईष्यति, शीयोगः ईष्यति. सो इगन्तधातु सेट् अस्ति, सो ई इति अस्ति. ओके, इडागमः शीयोगः ईष्यति, सार्वधातुक आदधातुकयोः शे, शेयोगः इष्यति, एचो अयवायावः, शैयोगः इष्यति, शयिष्यति, एकारस्य स्थाने अकार यकार. यू योगः इष्यति, सार्वधातुक गुणः, यो योगः इष्यति, यविष्यति. आम् भगिनि, सार्वधातुक आदधातुकयोः परिचितसूत्रम् एचो अयवायावः अपि वयं जानीमः. लघु उपद, लघु उपदधातवः, पुगन्तलघु उपदस्य च इत्यनेन धातोः उपदायां स्थितस्य लघु इक् वर्णस्य गुणः भवति. कित् ङित् गित् ङित् ङित् भिन्नप्रत्ययः, सार्वधातुको वा आर्धधातुको वा प्रत्ययः परः अस्ति चेत् लिक् लिक् योगः ईष्यति, पुगन्तलघु उपदस्य च लेक् योगः ईष्यति, लेखिष्यति, लेखिष्यति, मिद् योगः ईष्यति. तद् कुत्र दत्तं वा तत्र अस्माकम् आवल्यां? तद् नास्ति इति वस्तु प्रष्टव्यं. जनरलि हलन्तदातु ऐ गेस् सेट्, बट् पूर्वं सो मिद् योगः ईष्यति, मेदिष्यति, मेदिष्यति. अस्तु, वृष योगः, वृष योगः ईष्यति, वर्षिष्यति, वर्षिष्यति, क्रुः योगः इष्यति, क्रु क्रो क्रोशिष्यति, तृप् योगः इष्यति, तर्पिष्यति, तर्पिष्यति, कृष्य कृष्य मीनिङ्ग् किं भगिनि? तृप् वा कृष्य, कृ तृप् तृप्ति, क्रोशिष्यति, तत्र तर्पिष्यति, तर्पिष्यति. एकनिमिषं, तत्र भवति वा इडागमः कुत्र द्रष्टव्यः? तत्र आवली पश्यामः चेदेव कृप् क्लिप् खलु, तत्रान्तदातु मम तत्र क्लिका अस्ति, तत्र उद्घाटन न उद्घाटनं भवति मम, तत्र लिङ्क् सम्यक् नास्ति भगिनि. इट्स् नाट् देर् भगिनि, इट्स् नाट् देर्. तृप् अस्ति भगिनि, तृप् तृप् अस्ति. आं भगिनि, अस्ति चेत् इडागमः नास्ति, इडागमः नास्ति. क्षम्यतां. सो मिद् दकारः, लेट् मि चेक् दट्, मिद् मिद् अपि मिद् कृते नास्ति, मिद् न मिद् कृते इट् अस्ति, इट् अस्ति, बिकास् अद् क्षुद् किद् छिद् चुद् नुद् पद् बिद् विद् षद् सद् स्कन्द् खिद् तदेव अस्ति. सो मिद् नास्ति, सो इडागमः अस्ति, इडागमः अस्ति, सो मेदिष्यति. वृष सकारान्तदातु, वृष कृष्य तुष् त्विष् दुष् दुष् द्विष् पिष् पुष् मृष्य विष्य शिष्य शुष्य श्लिष्य नो वृष्यपि इडागमः अस्ति भगिनि, इडागमः अस्ति, वृष्य वर्षिष्यति, कृष्य शकारान्तदातु, शकारान्तदातु इडागमः न, इडागमः नास्ति भगिनि, अनिट् धातु एव, अनिट् धातु क्रोश् अस्ति, बट् क्रोशिष्यति नास्ति, क्रोश्यति, व्रश्च भ्रश्च इत्यनेन ब्रश्य षडो कहसि आर्देशप्रत्ययः क्रोक्ष्यति ओ ओ षत्व षकारः ककारः भवति आम् आम् क्रोक्ष्यति अस्तु तृप् पकारान्त दातु तृप् अपि वट् डिड् बि से पकार अनिट् अनिट् एव तृप् तर्प्ष्यति न न नाट् इकार तर्प्ष्यति तर्प्ष्यति वे एव तृप् पकारः पकारान्त दातु तृप् इडागमः अस्ति भगिनि इडागमः अस्ति तद् आवली अपि द्रष्टव्यं खलु एकनिमिषमात्र एव योजयामि ऊदितो वा इति ऊदितो वा इत्यनेन वा तस्मिन् द्रष्टव्यं भवति फोर् दातु तत्र सूत्रे तद् न आगच्छति अत्र तस्य मूलधातुः किमपि अन्यत् वा कल्पते अस्ति एव कल्पते इति योजयामि चन्दो विदु गुपु त्रिषु कृपु कृपु अंशु क्लिषु कल्पते इत्यत्र तु नास्ति नास्ति तत्र एतत् सेट् एव आमां कृपु न न अस्ति खलु कृपु इति अस्ति खलु कृपु इति कृपु इति वेट् अस्ति वेट् कल्पा कल्पितुं कल्पिष्यते कल्प्यते इति रूपद्वयं भवति तत्तु कल्प् इति धातुः एतत्तु क्लिप् इति कृपोरोलः इत्यनेन क्लिप् इति भवति वा प्रायः तदेव खलु क्लब् इति अस्ति वा कोऽपि तदेव अहम् अन्विष्यामि आगच्छति ब्लू इति नास्ति अतः न आगच्छति प्रायः कृप् इति क्लृप् इति क्लृप् इति अत्र लकार लृ इति नास्ति खलु तत्र लृ इति तत्र प्रायः टैपिङ्ग् मध्ये नागच्छति इति कृत्वा लृ इति क्लृप् इत्येव अस्तु अस्तु अतः एतदेव किम् उक्तवती भगिनी अरुणा भगिनी कृप् दातु वेट् दातु भगिनि वेट् एव अस्ति वा अस्तु कल्पत कल्पितं कल्पतव्यं कल्प्यते अकल्प्यत कल्पित कल्पितव्यं कल्प्यते अकल्प्यत तदेव स्वीकुर्मः वेट् वेट् वेट् सम्यक् मया करपत्रमस्ति भगिनि महोदय करपत्रं कापि कृत्वा एकं फैल् कृतवती फैल् कृतवती अस्तु तदेव करणीयं भगिनि सत्यं सम्यक् द लिङ्क् सम्टैम्स् इट् वर्क् सम्टैम्स् इट् डजन्ट् अतः मयापि तदेव करणीयं तद् पृथक्तया तत् स्थापनीयम् महोदय एव्री टैम् all the things we have to say satyam satyam sutavati tad audio satyam saha tu abhyasam karayishyati samyak sastakrite kativaram kritam api tatra smarane na agacchati tatu satyam भगिनि तद् मृज् धातुः अपि करोतु भगिनि मृज् धातोः वृद्धिः वयं जानीमः मृज् धातोः वेट् अतः रूपद्वयं मृज् योगः स्यति मृजेर्विद्धिः मार्ज् योगः स्यति व्रश्च भ्रश्च सूत्रेण षत्वमपि भवति मार्जिश् नो वेट् धातु सो मार्ज् जकार सो मार्ज मार्श अनन्तरं मार्श्च मार्श मार्श अन् ओ षडोकः अस्ति मार्क्ष्यति मार्क्ष्यति मार् अनन्तरं मार्ज् इडागमः अस्ति चेत् मार्ज् योगः इष्यति इष्यति मार्जिष्यति मार्जिष्यति इष्यति मार्क्ष्यति मार्क्ष्यति व्रश्च व्रश्च अण्ड् षडोः कहसि कहसि सत्यं षडोकहसि न दत्तम् एनिवे इष्टो अत्र न दत्तं परिचितसूत्रमेव अस्तु सम्यक् धन्यवादः भगिनि महोदय अनुवर्तयति वा तत्र मृजेर् सूत्रं पठामि केवलं न स्याप्रत्ययः नित्वा चेत् स्याप्रत्ययः नित्वा चेत् गुणनिषेधः केनचित् अतिशसूत्रेण शतस्य नित्वत् भवति चेत् गुणकार्यं निषिध्यते दृष्टं इति च इति सूत्रेण गुणकार्यनिषेधः भवति अतः तत्र पञ्चत्रिंशत् कुटादयः दातवः अपि च वीज् धातुः आहत्य षड्त्रिंशत् धातुभ्यः स प्रत्ययः नित्वत् भवति इति कारणतः निति च इत्यनेन गुणनिषिध्यते यथा इगन्तदातु धातुषु गु इति तत्र कुटादिगणीयधातुः अस्ति तत्र इडागमः न भवति अजन्त इति कृत्वा तत्र तत्र गुणप्रसक्तिः भवति गाङ्कुटादिभ्यो नित् इत्यनेन कुटादिगणीयधातुभ्यः निर्भिन्नप्रत्ययः नित्वप्रत्ययः नित् नित् भिन्नः अस्ति अत्र कृत्वा नित्य इत्यनेन गुणनिषेधः तत्र भूयोगर्षति आदेशप्रत्यय इत्यनेन तत्र गुष्यति तथैव गुष्यति कुशब्दे कुश् कुश् कुयोग कुष्यते अत्र कुष्यते इति भवति दिगन्तधातुः कोऽपि दिगन्तधातुः सेट् अस्ति चेत् नू योग इष्यति अत्र साधत्कादो इत्यनेन गुणशक्तिः नो इत्यपि तत्र कुटादिगणिदातुः गाङ्कुटादित्यनेन तत्र गुणनिषेधः नु योग इष्यति तत्र इदानीं नु योग इ इति अस्ति अत्र उकार सर्वे तत्र उकारान्तः भूधातुः खलु तत्र गुणपरिक्षन्तः अजन्त अस्ति चेदपि तत्र सर्वत्र दीर्घ उकारान्त इडियोग्याः दातवः तत्र अचिष्टधातुपूर्वम् इत्यनेन इदानीम् उवङ्गादेशः अस्ति भविष्यति उ इत्यस्य स्थाने उविष्यति अचिष्टधातुपि गुणनिषेधः भवति इति तत्र गू इत्यत्र तु इगन्तधातुः अस्ति गू इति अपि सेट् सेट् वा महोदय गू इति सेट् न सामान्यधातुः अस्ति गू तत्र केवलं तत्र षड् धातवः सन्ति खलु तत्र इति तत्र स्मरामि षड् धातव एव अतः अनितः तत्र तु गुणनिषेधः क्षम्यताम् इडागमः न भवति अनन्तरं गुणनिषेधः अपि अस्ति इगन्तधातुः सेट् अस्ति चेदपि तत्र गाङ्कुटादिभ्यो इत्यनेन ङित्वत् अतः तत्रापि गुणनिषेधः सम्यक् आं महोदय अग्रे अतिष्णुधातुभ्रुवां यो युवङ्ग इति स्नुप्रत्ययान्तङ्गस्य इत्युक्ते स्वादिगणीय अङ्गस्य स्नु इति इकारान्त उकारान्तधातुरूपी अङ्गस्य गुरुप्रातिपदिकस्य च एतेषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ्ग् च आदेशः भवति अजादिप्रत्ययपरे इति तत्र अनुवर्तितसूत्रमस्ति योः ष्णुधातुभ्वाम् अङ्गानाम् इयङ् उवङ्गौ अचि धू यो इष्यति अत्रापि धू इति धातु पुटादिगणदापि अत्र भविष्यति भवति पुनः गुणनिषेधः दातवः वीडियो अतः भविष्यति पूर्णयोग इष्यति यत् विभाषणो इत्यनेन तत्र नित्वत् भवति अतः तत्र पूर्णदातु खलु ऊर्ण इति तत्र इष्यति इति अस्ति ऊर्णु उवङ् ऊर्णविष्यति इति एकमस्ति अन्यथा किं भवति ऊर्णु ऊर्णविष्यति ऊर्णविष्यति ऊर्णविष्यति एकमस्ति उवङ् आदेशः खलु ऊर्णु उवङ् आं सत्यम् ऊर्णविष्यति ऊर्णविष्यति ऊर्ण अनन्तरम् ऊर्णो इति अस्ति अत्र भाषा खलु ऊर्णो ऊर्णो खलु तत्र किं भवति रूपम् ऊर्णविष्यति ऊर्णविष्यति ऊर्णविष्यति आं सत्यं ऊर्णविष्यति सत्यम् ऊर्णविश् ऊर्णविष्यति ऊर्णविष्यति रूपं सत्यं लघु भाषार्णोः खलु अतः विभाषा विभाषा लघु उपदा धातु टिप् यत्रापि कुटादिगणे धातुः अस्ति अतः तत्र डिप् अस्ति तत्र डिप् इति इडा इडियोगे अस्ति डिपिष्यति डिपिष्यति इति भवति पुट् पुटिष्यति स्फुरिष्यति क्रीडिष्यति इति क्रीडिष्यति क्रीडिष्यति इति रूपं तत्र सर्वदा कुटादिगणीयः इडियोग्यः तत्र उद्विज् इति अस्ति तत्र उद्विजग इष्यति तत्र उद्विजिष्यति इति भवति तत्र विजय ईड् इत्यनेन सूत्रेण इट् प्रत्ययपरे तत्र तत्र नित्वत् भवति इति उक्तम् अतः गुणः न भवति उद्विश् गुणनिषेधः उद्विजिष्यति सम्यक् धन्यवादः महोदय अरुणा भगिनी षत्वविधिः भगिनि षत्वविधिः जानीमः यत् इण् प्रत्याहारात् कवर्गीयच परे अपदान्तः आदेशरूपी प्रत्यय अवयवयो वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकार आदेशो भवति आदेशप्रत्यययोः इति सूत्रेण इदं सूत्रं त्रिपादिसूत्रमस्ति अष्टाध्याये तृतीयपादे नवपञ्च नवपञ्चाशत् यत् उदाहरणमस्ति यथा ने योगः स्यति नेष्यति इति भवति अत्र केवलं षकार अस्ति नेष्यति इति प्रत्यय आदौ अस्ति पदमस्ति अतः स्थाने इन् वर्णः अस्ति पूर्वम् अतः नेष्यति भवति होस् योगस्यति होष्यति इति रूपं भवति अधुना स्वर् योगस्यति स्वर्ष्यति स्वर्ष्यति स्वर्ष्यति भवति पादातुः अस्ति चेत् न भवति यतोहि पादातोः आकारः इन् प्रत्याहारे नास्ति ओके पास्यति पास्यति एव भवति वर्णमेलमेव तर्हि धातोः अन्तिमवर्णः इन् प्रत्याहारे अस्ति चेत् आदेशप्रत्यययोः इत्यनेन शब्दं भवति धातोः अन्तिमवर्णः कवर्ग अस्ति चेदपि शब्दं भवति यदा षट् योगस्यति षट् योगस्यति शक्ष्यति भवति अत्र सूत्रं वदति इन् वर्णप्रत्यहारपरे वा कव च कवर्ग अर्थात् कवर्ग प्रत्यय अस्ति चेत् उदाहरणं दत्तं षट् धातु योगस्यति षट् सा स्थाने महबुद्धनश्चकारस्थ आगतते साक्ष्यति इति भवति आदेशप्रत्यययोः आदेशप्रत्ययोः इन् प्रत्याहारात् खवर्गात् च पदे अपदान्त आदेशरूपी प्रत्यय अवयवो वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकार आदेशः भवति. आदेशः तु मूर्धन्यवर्णस्य इति एव उक्तं, परं स्थाने अन्तर्तमः इत्यनेन ठ ठ ढ ढ ण ष इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकथ्यम् अतः षकारः एव आदिष्टः भवति. अनुवृत्तिसहितमस्ति आदेशप्रत्यय यन्कोः आदेशप्रत्यययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुं विसर्जनीय व्ययवाये अपि इति अनुवर्तितमस्ति. एतत्तु परिचितमेव खलु. आदेश अत्र आदेशप्रत्ययोः इत्यस्य प्रसक्तिः अस्ति. शक्योगः स्यति अस्ति चेत् तत्र कवर्गः अस्ति इति कारणेन शक्ष्यति इति रूपं भवति षत्वविधिः. आं भगिनि, अग्रे अपि पठति वा लृट् लकारस्य रूपस्य? इदानीमेव पाठस्य आरम्भः. लृट् लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य लृट् लकारस्य रूपसिद्धिः चिन्तनीया. सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट् लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयं. भवादिगणात् आरभ्य क्रयादिगणात् पर्यन्तं सर्वेषाम् अदन्तधातूनां लुट् लकाररूपसिद्धिः भवादिगणीयगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषां शेतां हलन्तधातूनां लुट् लकारस्य रूपसिद्धिः भवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां वेतां अनिटां च हलन्तधातूनां लुट् लकारस्य रूपसिद्धिः निजन्तधातूनां लुट् लकारस्य रूपसिद्धिः सन्नन्तधातूनां लुट् लकारस्य उपसिद्धिः यङ्गन्तधातूनां यङ् लुगन्तधातूनां ङ् प्रत्ययान्तधातूनां लुट् लकारस्य रूपसिद्धिः वयं पठामः. अग्रे गत्वा सर्वत्र पूर्वमपि पूर्वमपि अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत् इदादयः प्रत्ययाः संयोजनीयाः. पुनः धातु अनिट् इति चेत् अनिट् आदयः प्रत्ययः संयोजनीयाः. पठामि भगिनि. भवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषाम् अदन्तधातूनां लुट् लकारस्य रूपसिद्धिः आकारान्ताः च एजन्ताः च धातवः सामान्याः आकारान्तधातवः अनितः यथा जानीमः सर्वे एकाचः आकारान्तदातवः अनितः सन्ति. अत्र च किमपि विशिष्टकार्यं न वर्तते. दा युगस्यति दास्यति रूपं परस्मैपदे रूपाणि दास्यति दास्यतः ध्यास्यन्ति दास्यसि दास्यतः दास्यथ दास्यामि दास्यावः दास्यामः. आत्मनेपदरूपाणि दास्यते दास्येते दास्यन्ते दास्यसे दास्येथे दास्यध्वे दास्ये दास्यावहे दास्यामहे. अग्रे गत्वा केवलं प्रथमपुरुषस्य एकवदनान्तरूपं प्रदर्श्यते. दरिद्रा धातुः अनेकाच् धातवः सर्वे सेटः इति जानीमः. अत्र तादृश एकः आकारान्तधातुः वर्तते दरिद्रा धातुः. तत्र च एकं वाटिकमस्ति दरिद्रार्धधातुके तेर् अर्धधातुके विवक्षिते आलोपो वाच्य इत्यनेन दरिद्रधातोः आर्धधातुकप्रत्ययपरे आकारान्त लोपो भवति दरिद्र योगयिष्यति दरिद्र योगयिष्यति दरिद्रिष्यति इति रूपं भवति अत्र वयं जानीमः दारिद्र इति अनेका दातव अतः सेतः इदागमः भवति अतः वार्तिक इति अन्य अत्र वार्तिक अस्ति दरिद्र तेरार्धातुके अर्धधातुके विभज्यते अल्लो अलोपो वाच्य अतः दरिद्र धातुतः आकार उपगच्छति दरिद्र यविष्यति दरिदृश्यति भवति सम्यक् दरिदृश्यति इति रूपं धन्यवादः भगिनि धन्यः भगिनि उषा भगिनि एजन्तः एजन्तधातवः आदे च उपदेशे शिति उपदेशे एजन्तस्य धातोः आत्वं न तु शिति अस्माकं परिचितं सूत्रमेव एजन्तस्य धातोः आत्वं न तु शिति अस्तु अनुवृत्तिसहितसूत्रम् एचः धातोः एजन्तधातवः एचः धातोः आत् उपदेशे अशिति धेयोगः स्यति आदेश उपदेशे अशिति इत्यनेन धायोगः स्यति धास्यति ध्यैयोगः स्यति आदेश उपदेशे शिति इत्यनेन ध्यास्यति सो धास्यति ध्यास्यति शोयोगः स्यति आदेश उपदेशे शिति इत्यनेन शास्यति गैयोगः स्यति घास्यति इति आत्वं भवति अस्तु इकारान्तदातवः परिचितमेव खलु गास्यति शो शो शास्यति अपि आम् परिचितमेव ध्यास्यति आम् बट् इति किं सः सः सः शास्यति टु इन्स्ट्रक्ट् रूल् इति अर्थः वा ओ ओ आम् आम् टु रूल् बट् हौ बट् अनुकरणे शार्पन् तीक्ष्णकरणान्धरणम् ष्यति इति एव कर्तरीरूपं कर्तरीलट् रूपं शो इत्यस्य ष्यति इति भवति दिवादिगणीयधातुः शोयोगः लिट् शोयोगः श्यन् योगः ति दिवादिभ्यः श्यन् ओतः श्यन् आह एतत् सूत्रं तु परिचितम् ओतः श्यनि इति सूत्रं खलु तत्र ओत् शो इति ओत् तत्र श्यन् श् इति आदेशः श्यति श्यति किं वदति एतत् सूत्रम् ओकारान्त अङ्गस्य शनिपरतः लोपो भवति सस्य लोपो भगिनि किम् उक्तवती दिवादिगणसूत्र ओतः शनि ओतः सेवेन् त्री सेवेण्टि वन् ओत् ओत् इति कारणेन ओ लूसस् इट् फैनल् बिफोर् शन् सो तत्र उकारान्तस्य अङ्गस्य शनिपरतः लोपो भवति ओतः शनि ओ लोपः ओ ओ लोपः ओ अस्तु सम्यक् एतत्तु बहुवारं पठितम् एतत् सूत्रं ष्यति ष्यति इति रूपं सम्यक् अस्तु इकारान्तधातवः सामान्याः इकारान्तधातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक अर्धधातयोः इति सूत्रेण अपि च श्री श्वी इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः इकारान्तदातवः अनिटः सर्वे एकाचः इकारान्तदातवः इकारान्तदातवः अनिटः ओके ऊद्रुदन्तेर् इत्यस्य कृते नास्ति अस्तु दीयोगः स्यति सार्वधातुक अर्धधातुकयोः इत्यनेन अर्धधातुकप्रत्यये परे इगन्त अङ्गस्य गुणः भवति जे योगः स्यति आदेशप्रत्ययोः इत्यनेन इन् प्रत्याहारात् कवर्गीयाच्च परे अपदान्तः आदेशरूपी प्रत्यय अवयव वा सकारः अस्ति चेत् या ओके आदेशप्रत्ययः तस्य सकारस्य स्थाने शकारादेशः जेष्यति ची योगः स्यति इकारान्तधातु एकाच् धातु इकारान्तधातु सो अनिट् एव चेष् गुणा भवति सार्वधातुक अर्धधातुकयोः अनन्तरम् आदेशप्रत्ययोः चेष्यति अधियोगः इ योगः स्यते सो इ अनिट् धातु अद्येष्यते अद्येष्यते एतदेव वयं दृष्टवन्तः खलु पूर्णं पूर्वं वयं चर्चितवन्तः अध्येष्यते अध्येष्यते अध्येष्यते चेष्यते जेष्यते अधीते खलु अधीते लट् रूपम् अधीते सत्यं श्री श्वी इति धातु इमौ द्वौ धातु सेट् धातु ओके सेटौ इति जानीमः ओ श्री श्वी ओ ऊद्रुदन्तैर्यौ तिरिक्ष्णु श्रीं श्री श्री अस्ति ओके श्री श्री श्रीयोगः ईष्यति सार्वधातुकार्धधातुकयोः श्रे श्रेयोगः ईष्यति येचोयवायावः श्रयिष्यति अस्तु श्वीयोगः ईष्यति गुणा भवति श्वेयोगः ईष्यति श्वेयोगः ईष्यति श्वे श्व श्व श्व ये योगः ये स्थाने अकार यकार श्व अनन्तरं यकारः इस् अस्ति इष्यति इति भवति श्वे नो श्व यष्यति श्वयिष्यति श्व वदतु भगिनि श्वे श्वे योगः अय आदेश आम् श्वे श्व भवति श्वे इति श्व अनन्तरं यकारः अस्ति ययोगः इष्यति ओ यकारय यकारः योगः इष्यति श्वयिष्यति अग्रे ढुमिङ् प्रेक्षणे मीनाति मिनोति दीङ्गां ल्यपि च तदपि परिचितं सूत्रमेव क्रयादौ अस्ति क्रयादौ मीङ् हिंसा मीङ् हिंसायां स्वादौ ढुमि प्रक्षेपणे कस्मिन् गणे इति वयम् अहं विस्मरामि क्रयादौ मीङ् हिंसा मीनाति मिनोति दीङ्गां लिपि च मीनाति मीङ् हिंसायां क्रयादौ क्रयादौ श्नुवञ्चना स्वादौ स्वादिगणा सो नु भवान् उक्तवान् ओके दिवादौ दीङ् सो यकार दिवादौ दीङ् क्षये इत्येषां धातूनाम् अन्त्यस्य अलहस्थाने आकारादेशः भवति अन्त्यस्य अलहस्थाने आकारादेशः 6150 ओ आदेश उपदेशति अण्डर् दट् ओके अलहस्थाने आकारादेशः भवति ल्यपि विषये एच् निमित्त षित् भिन्न प्रत्ययस्य च विषये एच् निमित्त षित् भिन्न प्रत्ययस्य च विषये ओके मीनाति मिनोति दीङ्गाम् आत् ल्यपि च एज् एज् निमित्ते प्रत्यये उपदेशे शिति सो एज् निमित्तप्रत्यय सो अत्र स्यति अस्ति स्यति अस्ति इत्यनेन गुणः भवितुम् अर्हति गुणः भवितुम् अर्हति इत्यनेन एच् निमित्तम् अस्ति एच् निमित्तम् अस्ति इत्यनेन आकारादेशः अस्तु सार्वधा मी योगः स्यति इति चेत् धुमि इति मी इति धातु मी योगः स्यति सार्वधातुकार्धधातुकयोः गुणप्रसक्तिः मीनादि मिनोति दीङ्गां लपि च इत्यनेन स्वादौ स्वादिगणे अस्ति स्वादिगणे डुमिञ्ज् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशः भवति येच् निमित्त षिद् भिन्नप्रत्ययस्य च विषये मा योगः स्यति मास्यति. अत्र गणविकरणमपि नास्ति एनिवे अण्डा बट् जस्ट् फार् द रिमेम्बरिङ्ग् अस्तु मास्यति मी धातु स्वादिगणे मिनोति. ईकारान्तदातवः सामान्याः ईकारान्तदातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुकार्धधातुकयोः इति सूत्रेण डिङ् शीङ् इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः ईकारान्तदातवः अनिटः डिङ् शीङ् इति धातुद्वयं त्यक्त्वा ओके अन्ये सर्वे एकाचः एकारान्तदातवः अनिट् सो नी योगः ईकारान्तदातु सो दट्स् वै नी आम् ईकारान्तदातवः अनिट् अनिट् भवति डीङ् शीङ् इति धातुद्वयं विहाय डीङ् शीङ् अग्रे दत्तम् अग्रे दत्तम् अग्रे अग्रिमं ददेत् ओके नियोगः स्यति सार्वधातुकार्धधातुकयोः गुणः नेयोगः स्यति आदेशप्रत्ययोः नेष्यति भीयोगः स्यति गुणः भवति भी भे अनन्तरं स्यति भे भेष्यति भगिनि भेष्यति एव अस्तु बट् दट् सौण्ड्स् आड् भेष्यति त्रियोगः भी ओ सो भय भय क्रियोगः स्यति क्रेष्यति क्रेष्यति ओके डीङ् क्रेष्यति भेष्यति क्रेष्यति खलु भेष्यति क्रेष्यति समीचीनम् इति धातु इमौ धातु इमौ द्वौ धातु सेटौ इति जानीमः डीङ् योगः इष्यते गुणः प्रथमं डे योगः इष्यते एचो अयवायावः सो डयिष्यते शीङ् योगः इष्यते गुणः शे शे योगः इष्यते शयिष्यते अस्तु दीदी अग्रे पठामि भगिनि दीदी वेवि दीदी वेविता तद् तद् पर्यन्तं दीदी वेवीटाम् इति दीदी वेवि इति द्वौ धातु अनेकाच् ओके अतः सेट् ओके दीदी दीदी वेवीटा तदपि परिचितं सूत्रमेव 116 किमर्थं परिचितं पूर्व पूर्वं वयं दृष्टवन्तः बहुवारम् आगतं बहुवारम् एव तदेव एकं सूत्रं तत् स्टाण्डर्ड् अस्ति तस्य किमपि परिवर्तनं न जातम् अन्येषां धातूनां सर्वदा किमपि परिवर्तनं भवति एतत् दीदी वेवीटामेव सर्वत्र गुणवृद्धिः न भवति दीदिङ् वेविङ् इति धात्वोः च इट् इति आगम इत्यागमस्य च येषां गुणः वृद्धिः च न भवतः सो अर्धधातुके सार्वधातुके कुत्रचित् अपि गुणवृद्धि न भवतः तावदेव अतः एव तस्य दीदी देवी ओके आम् आं भगिनि ई ई वर्णयोः धी ई वर्णयोः धीर् धी वेव्योः यकारादिः च ईकारादिः च प्रत्ययपरे धेदी वेवि इति धातोः ईकारस्य लोपः भवति 7453 कुत्र अस्ति 7453 इत्यस्य कृते ओ तास् अस्त्योर्लोपः अत्र अस्ति ओके सः स्यादार्धधातुके तास् अस्त्योर्लोपः रिच ह एति ओके दीदी यकारादि च इकारादिः च प्रत्यये परे देदी वेवी इति धातोः ईकारस्य लोपः भवति. अस्तु, दीदी योगः इष्यते सार्वधातुक अर्धधातुकयोः गुणप्रसक्तिः देदी वीवीताम् इत्यनेन गुणनिषेधः. अस्तु, दीधी योगः इष्यते ईवर्णयोः दीधी वेव्योः इत्यनेन धातोः ईकारलोपः. दीद् योगः इष्यते दीधिष्यते दीधिष्यते तदा एवमेव वेवी योगः इष्यते गुणः भवति गुणप्रसक्तिः गुणनिषेधः अपि अनन्तरं धेदी वेवीटाम् इत्यनेन वेवी योगः इष्यते ईवर्णयोः धेदी वेव्योः इत्यनेन ईकारलोपः. सो वेव् योगः इष्यते वेविष्यते ह्रस्वैकार एव आगच्छति. अस्तु सम्यक्. अस्तु, दीदी वेवीटां पर्यन्तं पठितवान्. मी हिंसाया मीनाति मिनोति तद् दीङ् क्षये इत्यस्मात् आरभ्य अग्रिमसप्ताहे पठिष्यामः. सम्यक्. एतद् वाक्यप्रयोगं कुर्मः चेदेव मनसि जस्ट् रूपास् विट् विल् नाट् हेल्प्. वेविष्यति इत्युक्ते किं, दीदी इत्युक्ते किम् इति द्रष्टव्यम्. पूर्वमपि दृष्टवन्तः. ओ, एतत्तु गत्यर्थकधातु भगिनि. गतिव्याप्ति प्रजन कान्त्य कान्त्यसन स्वाधनेषु to go, to walk, to purvey, to become pregnant, to conceive, to wish, to desire, to send, to eat, to to taste. Binna binna artha. They are not even in the same line. Vevi. Vevi iti asya. Vevi te iti rupam. Adadi ganiyaha. Maybe there is some other dhatu. Ve or something that's to weave. Satyam, satyam. Weaving iti asya. Samprasaranam iti asya. Eta tu binna. तत्तु अदादिगणीयः वेविष्यते इति रूपम् उच्चारणे विवस्ति. आमामां सत्यं सत्यं. अग्रिमसप्ताहे प्रायः वाक्ये अपि योजयामः किञ्चित्. तदा अट्लीस्ट् टु धातु वयं स्मरामः चेत् सम्यक् भवति. केवलं रूपाणि जानीमः, वाक्ये प्रयोजनं किमपि न भवति. यद्यपि बहुवारं दृष्टवन्तः भगिनी, तथापि सूत्रापि न स्मरामि. सूत्रमपि अहं न स्मरामि. परिचितं दृश्यते, परन्तु रूपाणि केवलं वेविष्यते इत्युक्ते तस्य अर्थः जानीमः, तस्य प्रयोगः कुर्मः, तदा एव साधु खलु. केवलं वेविष्यते इत्युक्ते किं, तस्य प्रयोजनं किमपि नास्ति. प्रायः अग्रिमसप्ताहात् वयं किञ्चित् वाक्यप्रयोजनं वाक्ययोजनमपि कुर्मः. अनिट् अजन्त सेड् धातु अजन्त हलन्त अनिट् धातोः कृते इफ् वि डु द सेण्टेन्सस् देन् रिमेम्बर् वेदर् इट् इस् सत्यं सत्यम्. ऐ थिङ्क् प्रिण्ट् औट् ऐ विल् टेक् प्रिण्ट् औट् आफ् दट् लेसन् फस्ट्. धातु तत् एक्सेल् शीट् मध्ये किमपि आसीत् खलु? आम् आम् एक प्रिण्ट् अस्तु अस्तु, अद्य समापयामः. धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः. धन्यवादः. नमस्कारः.